सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्. आदौ सुभाषितं शृणुमः. विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशःसुखकरी. विद्या गुरूणां गुरुः विद्याबन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः. अस्तु, अव्ययानां चिन्तनं क्रियमाणमस्ति. अव्ययानि इति विषयः पठ्यमानः अस्ति. एव इति इत्यादीनां प्रसङ्गचिन्तनं कृतवन्तः. यत् अव्ययस्य प्रसङ्गचिन्तनम् आरब्धमासीत्. उदाहरणार्थं कर्मण्येव अधिकारस्थे मा फलेषु कदाचन इति प्रसिद्धं वाक्यमस्ति. तत् वाक्यं कृष्णेन उक्तमस्ति. कर्मण्येव अधिकारस्थे मा फलेषु कदाचन इति वाक्यं कृष्णः उक्तवान् इति वाक्यं साधु भवति. तस्मिन् वाक्ये इति शब्दस्य प्रयोगः अस्ति. इति शब्दं त्यक्त्वा तस्मिन् स्थाने यत् इति अव्ययम् उपयुज्य अपि तदेव वाक्यं पुनः लेखितुं शक्नुमः. कृष्णः उक्तवान् यत् कर्मण्येव अधिकारस्ते मा फलेषु कदाचन इति अपि वक्तुं शक्यते. अस्मिन् पुस्तके दत्तानि वाक्यानि परिवर्त्य लेखितुं शक्नुमः. अतः यत् प्रसङ्गे अद्य किञ्चित् इतोपि अन्यानि वाक्यानि परिशीलयाम. बहु प्रसिद्धानि वाक्यानि अस्माकं पुस्तके दत्तानि. कस्मात् श्लोकात् उद्धृताः इति अपि ज्ञातव्यं खलु. तस्मिन् प्रसङ्गे किञ्चित् चिन्तनं करवाम. पञ्चचत्वारिंशत्युत्तर एकशतं पुटं पश्यन्तु, 145 पेज् अस्ति. तस्मिन् आदौ सूचना दीयते, तस्मात् आरभ्य पठेम. सूर्यकुमारी भगिनी आरम्भं करोतु. इति शब्दं परित्यज्य भगिनि, इति शब्दं परित्यज्य यत् शब्दं योजयित्वा वाक्यं रचयत. इति अव्ययमस्ति. शब्दं शब्दस्य द्वितीय एकवचनमस्ति. प्रथमान्तं किम् अस्ति? प्रथमान्तं किम् अस्ति? शब्दः पुंलिङ्गशब्दः. परित्यज्य परि उपसर्गतः त्यज् धातुतः लभन्तम् अस्ति परित्यज्य. तत्र केवलं वर्णमेलनमेव अस्ति खलु? आम् भगिनि. उत्तमं, वदतु. यत् अव्ययमस्ति. शब्दम् अपि द्वितीय पुल्लिङ्गद्वितीय एकवचनं. योजयित्वा युजुधातुतः त्वान्तरूपम् अस्ति अव्ययं योजयित्वा. अत्र णिच्यपि अस्ति खलु? भगिनि लटिरूपं वदतु. लटिरूपं योजयति. लटिरूपं योजयति अस्ति. योजयित्वा इत्यस्मिन् णिच्यपि अस्ति. वदतु. वाक्यं वाक्यं नपुंसकलिङ्ग द्वितीय एकवचनं. रचयत रच इति धातुः अस्ति. सः धातुः चुरादिगणे अस्ति. अदन्तधातुः अस्मिन् धातौ अन्ते अकारः अस्ति. सः अकारः अनुनासिक अकारः नास्ति. अनुनासिक अकारः अस्ति चेत् उपदेशजनुनासिक इति तेन इत्संज्ञकः भवति. तादृश इत्संज्ञक अकारः अत्र नास्ति. अत्र भिन्नप्रकारक अकारः अस्ति, किन्तु तस्यापि लोपः भवति. अतो लोपः इति सूत्रेण लोपः भवति. केचन अदन्तधातवः चुरादिगणे एतादृशाः सन्ति. रचयति, कथयति, गणयति इत्यादिषु धातुः अदन्तधातुः अस्ति. तेषु अतोलोपः सूत्रेण अकारलोपः भवति. तेन रच् इति रूपं सिद्ध्यति. णिच् स्वार्थे अपि विधीयते चुरादिगणीयधातुषु. सत्यापपाशवीणातूल इति दीर्घसूत्रेण णिच् विधीयते, अत्र स्वार्थे अपि णिच् विधीयते, अतः रच् योगः इ रचि इति नूतनधातुः अथवा णिजन्तधातुः अथवा आतिदेशिकधातुः. भवती वदतु. रचि योगः रचि आतिदेशिकधातुः अस्ति, सप्पायाति रचि योगः आ रचि योगः आ अस्ति सार्वधातुक अर्धधातुकयोः इत्यनेन रचे भवति. रचे योगः आ यचोयवायावः इत्यनेन ऐ भवति, रचै भवति. रचयोगः आ रचय भवति. लोट्लकार मध्यमपुरुष बहुवचनप्रत्ययः आ अस्ति, रचयत भवति. बहु सम्यक् भगिनि, उत्तमरीत्या उक्तवती. लोट् लकार सिद्धप्रत्ययः ता अस्ति. मूलप्रत्ययाः सन्ति, किन्तु मूलप्रत्ययेभ्यः सिद्धप्रत्ययानां निर्माणं भवति. वदतु. तामिपां तामः इत्यनेन भवति. उत्तमं. तस्थस्तमिपां तान्तन्तामः इति सूत्रेण था इति मूलप्रत्ययस्य स्थाने ता इति आयाति. इत्युक्ते अत्र प्रत्ययादेशाः भवन्ति, तेन मूलप्रत्ययेभ्यः सिद्धप्रत्ययानां निर्माणं भवति. अदन्ताङ्गेषु सिद्धप्रत्ययाः भिन्नाः, अनदन्ताङ्गेषु सिद्धप्रत्ययाः भिन्नाः. चतुर्षिगणेषु अदन्तम् अङ्गं सिद्ध्यति, चुरादिगणे अपि अदन्तम् अङ्गं सिद्ध्यति. अतः ता प्रत्ययः मध्यमपुरुष बहुवचन लोट्लकारप्रत्ययः ता अस्ति, खलु? उत्तमं. भवती जानाति खलु पदार्थः, पदार्थः इति पुंलिङ्गपदमस्ति, तस्य अर्थः कः? पदार्थः एकं वस्तु. समस्तपदं महोदय इत्युक्ते पदस्य अर्थः, पदानाम् अर्थः. पदानाम् अर्थः पदार्थः इत्युक्ते वस्तु एव. पदस्य निष्पत्तिः कथं भवति इति वयं जानीमः खलु. पदस्य अर्थः पदार्थः, पदानाम् अर्थः षष्टितत्पुरुषसमासः अस्ति. अत्र शब्दः इति पदमस्ति. महोदय भवान् वदतु, शाब्दबोधः इत्युक्ते किम्? शाब्दबोधः शब्दसम्बन्धी बोधः, अण्प्रत्ययस्य प्रत्ययं विहितः शाब्द तद्धितप्रत्ययः अण्प्रत्ययः. शब्दार्थज्ञानं शब्दसम्बन्धी बोधः, पदज्ञानं योजयित्वा इति रूपं दत्तमस्ति. भगिनी भवती जानाति चेत् वदतु, केन सूत्रेण क्त्वा इति प्रत्ययः विहितः भवति? क्त्वा इति प्रत्ययस्य विधानार्थं सूत्रं जानाति वा? न स्मरामि भगिनि. चिन्ता मास्तु. समानकर्तृकयोः पूर्वकाले, समानकर्तृकयोः पूर्वकाले शब्दं योजयित्वा वाक्यं रचयत. अत्र कार्यद्वयमस्ति, पूर्वकालिकी क्रियायाः क्त्वा प्रत्ययः भवति. समानकर्तृकयोः पूर्वकाले परित्यज्य इत्यत्र समासे अनैपूर्वे क्त्वो ल्यप् इति सूत्रेण ल्यप् प्रत्ययः विहितः भवति क्त्वा इति प्रत्ययस्य स्थाने. भवती एव उदाहरणं वदतु. परियुज्य उदाहरणं वदतु. उदाहरणम् ईशावास्यमिदं सर्वम्. ओ उदाहरणम् ओ ईशावास्यमिदं सर्वम् इति ईशावास्योपनिषदः कथनम् अस्ति. परिवर्तनम् अस्ति, ईशावास्योपनिषदः कथनम् अस्ति यत् ईशावास्यमिदं कर्म सर्वम् इति स्थाने यत् उपयुज्य वाक्यमस्ति. ईशावास्योपनिषदः कथनमस्ति यत् ईशावास्यमिदं सर्वम्. ईशावास्योपनिषदः इत्यत्र सन्धिकार्यमस्ति, करोतु. ईशावास्योपनिषदः कथनं करवसाने विसर्जनीयः करसन्धिः गुणसन्धिकार्यम् अस्ति. ईशावास्य योगः उपनिषदः इत्यत्र गुणसन्धिकार्यम् अस्ति. तत्र आद्गुणः इति सूत्रेण गुणसन्धिकार्यं भवति. भवती वदतु, अत्रापि सन्धिकार्यं भवति वा? भवति चेत् किं रूपं सिद्ध्यति? उपनिषदः योगः कथनम् इत्यत्र सन्धिकार्यं भवितुं शक्नोति वा? शक्नोति चेत् किं रूपं सिद्ध्यति? ईशावासनोपनिषदकथनं भवति. ककफपेतु विसर्जनीयः इति सूत्रेण विसर्ग भवति अथवा जह्वामूल्य भवति. अत्र विसर्गसहितं रूपं दत्तमस्ति खलु? भगिनि, विसर्जनीयस्य सः खरि ककफपेतु विसर्गः इति. एकस्मिन् पक्षे विसर्गः तिष्ठति, अन्यस्मिन् पक्षे जिह्वामूलीयरूपम् अस्ति. ककारः खर् प्रत्याहारस्थवर्णः अस्ति इति कारणतः खलु? कखपफेतु विसर्गः. तत्र अहं भाटसूत्रम् उक्तवती, ककारः अपि खर्वर्णः एव. विशेषतया कख अस्ति चेत् तत्र जिह्वामूल्यः भवति. जिह्वामूल्यः भवति. काख अस्ति चेत् जिह्वामूल्यः. पापा अस्ति चेत् उपद्मानि. उपद्मानीयः. रमेश महोदय साधु वा? कुप्पोः कह्पौ च इति सूत्रमस्ति. पाणिनेः सूत्रमस्ति कुप्पोः कह्पौ च इति सूत्रमस्ति. रमेश महोदय, भवान् जानाति चेत् श्लोकं सम्पूर्णतया वक्तुम् इच्छति वा? ईशावास्य मिदं सर्वम् इति कोऽपि जानाति चेत् वदतु, नो चेत् अहं वदामि. चिन्ता मास्तु. ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् तेन त्यक्तेन भुञ्जीताः मा गृधः कस्य स्विद्धनम् इत्युक्ते ईशावास्योपनिषदः कथनमस्ति एतत्. जगत्यां यत्किञ्च जगदस्ति इदं सर्वम् ईशावास्यम्. तत्र अन्वयः एवं भवति, जगत्यां यत्किञ्चित् जगत् अस्ति इदं सर्वम् ईशावास्यम्, तेन त्यक्तेन भुञ्जीताः कस्यचित् धनं मा गृधः इति अन्वयः अस्ति. वस्तुतः इदं वाक्यम् ईशावास्य उपनिषदः कथनमस्ति. भगिनी भवती वदतु, उपनिषत् शब्दस्य लिङ्गं किम् अस्ति? भगिनी एकः सन्देहः. भगिनि वदतु. जगत् इति नपुंसकलिङ्गपदम् अस्ति किल, जगत्याम् इति कथम् आगच्छति? जगति एव किल, सप्तमी विभक्ति एकवचनं जगति एव किल. जगति एव, जगत्याम् इति न भवति. आर्षप्रयोगः वा इति द्रष्टव्यं. जगत्याम् इति आगच्छति वा श्लोके? श्लोके आगच्छति. जगत्याम् यत्किञ्चित् जगत् अस्ति. डेफिनेट्लि आर्षप्रयोग एव, बिकास् डेफिनेट्लि ऐ नो जगति एव भवति. जगत् इति नपुंसकलिङ्गपदमेव, जगत् जगति जगन्ति इति. आम्, तकारान्त नपुंसकलिङ्गपदमस्ति. पुनः वदामि, ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् इति प्रथमपादः अस्ति. ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् चिन्तनीयमेव, किमर्थं तथा अस्ति इति द्रष्टव्यमेव. उपनिषद् इति स्त्रीलिङ्गपदमस्ति. दकारान्तशब्दः अस्ति. दकारान्तशब्दः अस्ति इति कारणतः सप्तसु विभक्तिषु एकवचनरूपेषु रूपाणि एवं भवन्ति. उपनिषत्, उपनिषदम्, उपनिषदा, उपनिषदे, उपनिषदः, उपनिषदः, उपनिषदि. एवमेव जगत् शब्दस्य सप्तमी रूपं जगति. वस्तुतः उपनिषत् इति शब्दः दकारान्तस्त्रीलिङ्गशब्दः. कति उपनिषदः सन्ति महोदय, भवान् वदतु. अष्ट इति मन्ये, बट् नाट् श्योर्. न, रमेश महोदय भवान् वदतु, कति उपनिषदः सन्ति? शतमधिक उपनिषदः सन्ति, परन्तु तस्मिन् यद् शङ्करेण व्याख्यानं कृतं ते प्रायः अष्टादश सन्ति इति अहं मन्ये. अष्टादशपुराणानि सन्ति. दश उपनिषदः प्रसिद्धाः. मुख्य उपनिषदः इति. भगिनी भवती वदतु, एकां संख्यां वदामि, भवती आङ्ग्लभाषया परिवर्त्य वदतु. अशीतिसहितशताधिकसहस्रं संख्याकाः उपनिषदः सन्ति. अशीति सहित शताधिक सहस्रम् वदतु. शत अधिक अशीतिः एटि शताधिक शतम् हण्ड्रेड् मोर् देन् हण्ड्रेड् शताधिकसहस्रं सम्पूर्णतया मिलित्वा वक्तव्यं. 1180 1180 उपनिषदः सन्ति. अशीतिसहितशताधिकसहस्रं सङ्ख्याकाः उपनिषदः सन्ति. उपनिषदः सर्वे वेदभागाः, वेदशिरोभागाः. उपनिषदः सारः एव वेदान्तशास्त्रम् अथवा ब्रह्मविद्या. वेदान्तविद्या इत्युक्ते उपनिषदः सारः एव, वेदशिरोभागाः एव उपनिषदः. ब्रह्मविद्या अनया प्राप्यते. कथनं भवती साधयतु. लिडन्तमस्ति कथयोगः लिट् अना भवति कथनम्. ल्युट् प्रत्ययः आर्धधातुकप्रत्ययः अस्ति. आर्धधातुकप्रत्यये परे कथ इति धातुतः आर्धधातुकप्रत्यये परे अतोलोपः इति सूत्रेण अकारलोपः भवति, तेन कथ् भवति. कथ् योगः अन कथन इति प्रातिपदिकं ल्युच्य सूत्रेण नपुंसकलिङ्गरूपं दृश्यते. कथनम् इति रूपं भवति. उपनिषद् इत्यत्र धातुः कः? तत्पदमपि कृदन्तपदमेव. उपयोगः नियोगः शब्द सद्लु भवती जानाति खलु. सद्लु अस्ति किल, सः धातुः एव. सीदति इति रूपम् अस्ति. सद् स्थाने सीद् आदेशः भवति सार्वधातुकलकारेषु. धातुः अस्ति सद्लु. तत्र लूकारः अनुनासिकः उपदेशजनुनासिक इत् इति सूत्रेण इत्संज्ञकः भूत्वा तस्य लोपः भवति. लौकिकधातुः सद् अस्ति. उप उपसर्गपूर्वक नि उपसर्गपूर्वक सद् धातुतः क्विप् इति प्रत्ययः अस्ति. क्विप् प्रत्ययस्य स्वभावः कः? लोप, सर्वे लोप भवति. सर्वापहारी प्रत्ययः खलु. आम्, किञ्चित् एकवारं स्मारयतु क्विप् इत्यत्र किं किं भवति. क्विप् पकारलोपः भवति अलन्तम् पकारलोपः भवति हलन्तमित्यनेन, लशक्वतद्ये इत्यनेन ककारः लोपः भवति. ई अपि लोपः भवति उच्चारणार्थः. वकारः वेरप्रोक्तस्य, वकारस्य वेरप्रोक्तस्य. इकारः उच्चारणार्थः किन्तु तस्य लोपः अपि भवति. वकारः कथं भवति भगिनि? वेरप्रोक्तस्य इति विशिष्टसूत्रेण तस्य लोपः भवति. अप्रोक्तसंज्ञकः भूत्वा तस्य लोपः भवति. सर्वापहारी प्रत्ययः. अतः एव उपायोगः नियोगः सद्योगः क्विप् किमपि न आगतम्. अतः सर्वापहारी प्रत्ययः अस्ति. किन्तु अस्मिन् पदे षत्वम् अस्ति. सद् इति धातुः अस्ति. सद् धातोः रूपं षद् भवति. किमर्थं भवति, कथं भवति? रमेश महोदय वदतु. कारः अस्ति तेन न भवति. तद् द्वितीयपदमस्ति. प्रायः किमपि सूत्रं भवेत् सकारस्य षकारः. विशेषसूत्रम् अस्य कृते अस्ति. अस्य धातोः कृते एव अस्ति. सदिरप्रतेः, सदिरप्रतेः, सदि दन्त्यसकारः. सद् धातोः प्रसङ्गे अप्रतेः. अप्रतेः इत्युक्ते प्रति इति उपसर्गः अस्ति चेत् षत्वं न भवति. प्रतिसीदति इति रूपमेव सिध्यति. किन्तु उप अस्ति चेत् उपनिषीदति, नि अस्ति चेत् निषीदति, वि अस्ति चेत् विषीदति इत्यादीनि रूपाणि सिध्यन्ति. इत्युक्ते षत्वयुक्तानि रूपाणि, मूर्धन्यषकारयुक्तानि रूपाणि सिध्यन्ति सद् धातोः प्रसङ्गे. अन्येषाम् उपसर्गाणां विषये एव भवति, न तु प्रति इति उपसर्गस्य विषये. पुनः वदतु भगिनि. अप्रति तत्र सन्धिकार्यमस्ति. सदिरप्रतेः, सदिरप्रतेः, अप्रतेः इति कथनेन प्रति इति उपसर्ग प्रसङ्गे तत् कार्यं न भवति. अतः प्रतिसीदति इति रूपमेव सिध्यति. निषीदति, विषीदति एवमेव अत्रापि. का विभक्तिः? सदिः इति का विभक्तिः? सदिः अप्रतेः इत्युक्ते तत्र सदिः इत्यस्य का विभक्तिः इति पृच्छामि. सप्तमी. सप्तमी न भवति किल? सदिः इति सप्तमी नास्ति, प्रथमा एकवचनम्. सूत्रार्थः कः इति प्रश्ने सति, सदेः सकारस्य उपसर्गस्थानिमित्तात् मूर्धन्यषकारादेशः भवति. सदेः सकारस्य मूर्धन्यषकारादेशः भवति अप्रतेः इति विषयः. इत्युक्ते धातोः नाम सदि वा सद् नास्ति? सद् एव धातुः. सदेः सकारस्य इति कथनेन पञ्चम्यन्तं भवितुं शक्नोति. सद् इति हलन्तशब्दः खलु, अतः पञ्चम्यन्तमपि सदेः भवति, षष्ठ्यन्तमपि सदेः भवति. सदिरप्रतेः इत्यस्मिन् सूत्रे सदिः इति प्रथम एकवचनमस्ति. किमर्थं प्रथमान्तमस्ति इति? औपदेशिकरूपं किं तत्र? तत्र सद् इति धातोः औपदेशिकरूपं किं? दन्तसकार खलु सद्लु. षद्लु मूर्धन्यषकारयुक्तं रूपमेव. सहसः भवति धात्वादेः सहसः सूत्रेण मूर्धन्यषकारस्य स्थाने दन्तेसकारः आयति धात्वादेः सहसः इति सूत्रेण एव. विशरणगत्यवसादनेषु इति अर्थे अस्ति. षद्लु इति एव धातोः रूपं, मूर्धन्यषकारयुक्तधातुः एव. प्रथमं वाक्यम् एकवारं पश्यामः. अत्र सुन्दरमहोदय भवान् पठतु. क्षम्यतां क्षम्यताम् इति अनुजः अवदत्. अनुजः अवदत् यत् क्षम्यतां क्षम्यताम्. क्षम्यताम् इति कीदृशं पदम्? क्षम्यताम् इति पदं लोट्लकारयुक्तं पदम्. एवं तत्र क्षम्यतां क्षम्यतां क्षम्यतां तत्र कर्मणि लोट् भवति. कर्मणि लोट् भवति, किन्तु कर्तरी लोट् रूपं किं भवति? क्षमतु क्षमतु इति रूपं भवति. किन्तु अत्र विषयः कः इत्युक्ते, क्षमधातुः गणद्वये अस्ति, भुवादिगणे अपि अस्ति, दिवादिगणे अपि अस्ति. तत्र अर्थभेदः नास्ति, किन्तु रूपभेदः अस्ति. भुवादिगणे एकः धातुः अस्ति क्षमधातुः, तस्य रूपं क्षमते, आत्मनेपदिरूपम् अस्ति. दिवादिगणे एकः धातुः अस्ति, दिवादिगणीयधातोः प्रसङ्गे क्षाम्यति इति रूपं सिद्ध्यति, परस्मैपदिरूपं सिद्ध्यति. धातुः क्षम् अस्ति, क्षम् धातोः लटीरूपं क्षाम्यति अस्ति. दिवादिगणस्य प्रसङ्गे ये पठितवन्तः ते जानन्ति. भगिनी भवती जानाति वा क्षाम्यति इति रूपं किमर्थं दीर्घः भवति इति? क्षमामष्टानां दीर्घः श्यनि इति सूत्रमस्ति. श्यनि इति कथनेन श्यन् गणविकरणप्रत्यये परे तत्कार्यं भवति. क्षमामष्टानां दीर्घः श्यनि, दिवादिगणे अष्टधातवः सन्ति, तेषां प्रसङ्गे दीर्घः भवति षन् गणविकरणप्रत्यये परे. अयं धातुः दिवादिगणे अस्ति, तस्य रूपं क्षाम्यति इति भवति. वस्तुतः धातुः क्षम् अस्ति. अत्र क्षम्यताम् इति रूपं लोट्लकाररूपं दत्तमस्ति, कर्मणि लोट् दत्तमस्ति. कर्मणि लट् वदतु महोदय. कर्मणि लट् क्षम्य क्षम्यते क्षम्यते क्षम्यते क्षम्येते क्षम्यन्ते क्षम्यते क्षम्येते क्षम्यन्ते क्षम्यसे क्षम्येथे क्षम्यध्वे क्षम्ये क्षम्यावहे क्षम्यामहे. उत्तमं, लटिरूपं. किन्तु अत्र नवरूपाणि वदतु कर्मणि लोट्. क्षम्यतां क्षम्येतां क्षम्यन्तां क्षम्यथां क्षम्यस्व क्षम्यस्व क्षम्यस्व क्षम्यथां क्षम्यध्वं देन् क्षम्यै क्षम्यावहै क्षम्यामहै. क्षम्यस्व क्षम्येथां क्षम्यध्वं क्षम्यै क्षम्यावहै क्षम्यामहै एवं रूपाणि भवन्ति. अनुजः इति कथनेन कः अर्थः? अनुजायते इति अनुजः पश्चात् जायते. अनुजः इति शब्दस्य अर्थः आङ्ग्लभाषया वदतु. यङ्गर् ब्रदर्. एल्डर् ब्रदर् इति कथनेन अग्रजः अग्रजः अग्रजः. अनुजः इत्यस्य अर्थः कनिष्ठभ्राता इति वक्तुं शक्यते वा? कनिष्ठभ्राता. कनिष्ठब्रदर् इति यङ्गस्ट् ब्रदर् मोर् देन् टु देन् यङ्गस्ट् कनिष्ठः इत्युक्ते इष्टन् प्रत्ययः किल. सो लैक् ओन्ली देर् मोर् देन् टु देन् कनिष्ठभ्राता इति कथितुं शक्यते. अदर्वैस् कनियान् कनियान् भ्राता इति इट्स् करेक्ट् ऐ थिङ्क् सो. कनियान् कम्पेरिटिव् केस् केवलं पदार्थद्वयमेव अस्ति चेत् इयसुन् प्रत्ययान्तरूपं योजयामः, नो चेत् तस्मात् अधिकाः पदार्थाः सन्ति चेत् तत् इष्टन् प्रत्ययस्य प्रयोगः भवति. कनियान् इति इयसुन् प्रत्ययान्तरूपं, कनिष्ठः इति इष्टन् प्रत्ययान्तरूपम् अस्ति. अस्तु, यङ्गर् ब्रदर् इति अर्थः अस्ति. सप्तम्यां जनेरडः इति एकं सूत्रमस्ति. सप्तम्यां जनेरडः सरसिजम् इति पदं तेन सूत्रेण निर्मितमस्ति. तस्मात् परं कानिचन सूत्राणि, तादृशानि सूत्राणि सन्ति. तैः सूत्रैः अपि तादृशं कार्यं, जनि धातोः परं डा इति प्रत्ययः आयाति. अत्रापि तादृशं कार्यमेव भवति. अनुजः इत्यत्र जनि धातोः परं डा इति प्रत्ययः विहितः भवति. तदर्थं सूत्रमस्ति अन्येष्वपि दृश्यते. सूत्रमेव एवमस्ति, अन्येष्वपि दृश्यते. तेन सूत्रेण डा इति प्रत्ययः विहितः भवति जनि धातोः परं. तेन सूत्रेण अजः, द्विजः, अनुजः इत्यादीनि रूपाणि साधयितुं शक्नुमः. अन्येष्वपि दृश्यते इति सूत्रमस्ति. द्विजः इत्युक्ते कः? द्विः जायते इति द्विजः. द्विजः इति ब्राह्मणः अपि अस्ति, पक्षी अपि अस्ति, एवं दन्तः अपि अस्ति. दन्तः वा? टूत्. अस्तु, तदपि द्विवारं जायते इति कारणतः तदपि द्विजः द्विर्जायते. उत्तमम्. अस्तु, अवदत् इति लङ् लकाररूपम् अस्ति. भवान् वदतु, अवदत् इत्यत्र किमस्ति? अवदत् अवदताम् अवदन् अवदः अवदतम् अवदत अवदम् अवदाव अवदाम. रमेश महोदय, भवान् साधयितुम् इच्छति वा अवदत् इति रूपम्? अवदत् लङ् रूपमस्ति, सिद्धप्रत्ययः च अस्ति, सिद्धप्रत्ययः. अपि च अकारः लुङ् लङ् लृङ्क्षु अट् उदात्तः इति विशिष्टसूत्रेण लङ् लकारप्रसङ्गे अडागमः भवति. अत्र अडागमः अस्ति, वद इति अङ्गमस्ति, वद इति अदन्तमङ्गमस्ति. अदन्तमङ्गमस्ति इति कारणतः अदन्त अङ्गेषु सिद्धप्रत्ययाः भिन्नाः सन्ति. तकारः लङ् लकारप्रसङ्गे प्रथमपुरुषे एकवचनसिद्धप्रत्ययः तकारः अस्ति. इदानीं भवान् वदतु रमेश महोदय. वर्णमेलनेन अवदत् इति भवति खलु. व्याकरणवर्गे किं पठामः? अङ्गं साधयामः एकस्मिन् प्रकोष्ठे, अन्यस्मिन् प्रकोष्ठे सिद्धतिङ्प्रत्ययान् साधयामः, पश्चात् अङ्गसिद्धतिङ्प्रत्ययोः मेलनं कुर्मः. अत्र वद इति अङ्गमस्ति, तिङ्प्रत्ययस्य कृते अवद इति अङ्गं भवति. लङ् लकारे अडागमः भवति, लुङ् लङ् लृङ्क्षु अट् उदात्तः. लङ् लकारे लुङ् लकारे लृङ् लकारे एतेषु त्रिषु लकारेषु अडागमः भवति. रमेश महोदय, अग्रिमं वाक्यं करोतु. उदात्तः इति कथनेन अत्र चिह्नम् अस्ति अस्ति वा? उदात्तचिह्नं लोके नास्ति. अट् उदात्तः तस्य प्रयोजनं किम् अस्ति इति परिशीलनीयं. रमेश महोदय, जानाति चेत् वदतु. वेदेषु प्रायः तस्य प्रयोजनं भवति, यद् अन्तिमं रूपं सिद्ध्यति तत्र उदात्त स्वरः भवति इति, तद् उदात्तस्वरः भवति. तृतीयं वाक्यं भवान् करोतु. तृतीयं वाक्यम् आगच्छतु आगच्छतु इति गृहस्वामी अवदत्. गृहस्वामी अवदत् यत् आगच्छतु आगच्छतु. आगच्छतु आगच्छतु इति लोट्लकाररूपमस्ति, प्रथमपुरुष एकवचनरूपम्. कर्तरिप्रयोगे लोट्लकारः खलु? हा, कर्तरिप्रयोगे लोट्लकारः. कर्मणि प्रयोगे लोट्लकारः कः? ताम् भवति खलु, आगम्यताम्, आगम्यताम् भवति. गम् लु इति धातुः अस्ति, लूकारः इति संज्ञकः, लौकिकधातुः गम् अस्ति. इदानीं वदतु, आगच्छतु इति रूपं कथं साधनीयम्? आगच्छतु, आ इति उपसर्गः अस्ति, गम् इति धातुः अस्ति, तू इति एव सिद्धप्रत्ययः अस्ति, लोट्लकारस्य प्रथमपुरुष एकवचनसिद्धप्रत्ययः तु अस्ति. ईदृशप्रत्ययः अस्ति, सार्वधातुकं भवेत्, सार्वधातुकं प्रत्ययः अस्ति. सूर्यकुमारी भगिनी भवती वदतु, गमयमां छः, ईषु गमयमां छः इति एकं विशिष्टं सूत्रम् अस्ति. ईषु गमयमां छः इदं सूत्रं त्रयाणां धातूनां प्रसङ्गे कार्यं करोति, गम् धातोः प्रसङ्गे इदं सूत्रं कार्यं करोति, अत्र छकारादेशः भवति. अनन्तरं छेच इत्यनेन तुगागमः भवति, पश्चात् चत्वसन्धि. तत्र तकारः आगतः, तुक् आगमः, छेच इति सूत्रेण तुक् आगमः भवति. इत्युक्ते तकारः नूतनतया आगतः, तेन तत्र रूपं किं भवति, गच्छ स्थाने गत् छु इति रूपं सिद्ध्यति. गत् छु इत्यत्र चकारस्य प्रभावेण स्च्युत्वं भूत्वा स्तोः स्च्युनाश्चुः इति सूत्रेण स्च्युत्वं भूत्वा तकारस्य स्थाने चकारादेशः भवति इति कृत्वा गच्छ गच्छित् रूपं सिद्ध्यति. महोदय भवान् करोतु इदानीं. गच्छयोगः तु गच्छतु इति वा? धातुः कस्मिन् गणे अस्ति? सार्वधातुकप्रत्ययः अस्ति, तर्हि शप विकरणप्रत्ययः भवति, अकारः एव तिष्ठति. आगच्छतु, गच्छतु, आगच्छतु इति रूपं सिद्ध्यति. उत्तमम्. आ उपसर्गपूर्वकः अस्ति, गच्छ इति रूपम् एतावत्पर्यन्तं वयं साधितवन्तः. धातुः भुवादिगणे अस्ति इति कारणतः शप् विकरणप्रत्ययात् आ इति रूपम् आगतम्, अतः आगच्छ इति अङ्गं भवति सिद्धतिङ्प्रत्ययस्य कृते. आगच्छतु इति रूपं सिद्ध्यति. गृहस्वामी इति रूपं दत्तमस्ति, तत्र प्रातिपदिकं किम् अस्ति? गृहस्वामिन् इति प्रातिपदिकम् अस्ति. द्वितीयपर्यन्तं रूपाणि वदतु. गृहस्वामी, गृहस्वामिनौ, गृहस्वामिनः, गृहस्वामिनं, गृहस्वामिनौ, गृहस्वामिनः, गृहस्वामिना. पर्याप्तं महोदय. द्वितीया विभक्ति एकवचनम् अस्ति, गृहस्वामिनं. गृ इत्यत्र ऋकारः अस्ति, गृहस्वामिनम् इत्यत्र किमर्थं मूर्धन्यणकारः नास्ति? तद् समानपदपदे नास्ति, गृहस्वामिनम् इति समासकार्यम्. उत्तमं. पूर्वस्मिन् पदे निमित्तम् अस्ति, उत्तरपदे दन्त्यनकारः अस्ति. तादृशी स्थितिः अस्ति चेत् विशेषसूत्राणि आवश्यकानि भवन्ति णत्वकार्यार्थम्. इदं पदं समस्तपदमस्ति, पूर्वपदे निमित्तम् अस्ति, उत्तरपदे दन्त्यनकारः अस्ति. कानिचन सूत्राणि सन्ति, प्रातिपदिकान्तनुं विभक्तिषु च इत्यादीनि सूत्राणि सन्ति, तानि सूत्राणि अत्र न प्रसक्तानि, अत्र तादृशी स्थितिः नास्ति. गृहस्य स्वामी, गृहस्वामी. धनस्वामी भवान् वदतु. समासवाक्यं धनस्य स्वामी, धनस्वामी. भूमेः स्वामी, भूस्वामी. भूस्वामी एव मया श्रुतं, भूमिस्वामी इति न श्रुतम्. धनस्य स्वामी, धनस्वामी. भूमेः स्वामी, भूस्वामी. अस्तु. गृहस्य स्वामी, गृहस्वामी. स्वामी इत्युक्ते प्रभुः, अधिपतिः. स्वामी इति पदं तद्धितान्तं पदं, स्व इति प्रातिपदिकम् अस्ति, स्व इति प्रातिपदिकं स्वीकृत्य एकं विशिष्टं सूत्रम् अस्य पदस्य कृते एव अस्ति, स्वामिन्नैश्वर्ये इति सूत्रं, पाणिनेः सूत्रं, स्वामिन्नैश्वर्ये इति सूत्रं. तेन सूत्रेण स्व इति प्रातिपदिकात् आमिन् इति तद्धितप्रत्ययः विहितः इति मया पठितमासीत्. स्वामिन् इति नकारान्तशब्दः. प्रत्ययस्य नाम एव आमिन् वा? आमिन् इति प्रत्ययः. तादृशं प्रत्ययं स्वीकृत्य किमर्थम् अन्यत् पदानि कृपया वदतु. स्वामिन् प्रसङ्गे तत्सूत्रं कार्यं करोति, अन्यानि पदानि न सन्ति पदानि न आमिन् इति प्रत्ययः कुत्र कुत्रचित् अन्यत् अपि भवितुम् अर्हति वा आमिन् इति प्रत्ययः एव मतुप् अर्धे मतुप् अर्धे आमिन् इति प्रत्ययः विहितः भवति इति मया दृष्टं सूत्रमस्ति स्वामिन् ऐश्वर्ये यस्य प्रभुत्वमस्ति यस्य ऐश्वर्यमस्ति इति अर्थः अत्र इदं पदं तद्धितान्तं पदम् इति मया पठितम् अवदत् इति लङ्लकाररूपमस्ति अडागमः भवति रमेश महोदय भवानेव करोतु अग्रे शीघ्रं शीघ्रं चलतु इति पिता कथयति पिता कथयति यत् शीघ्रं शीघ्रं चलतु शीघ्रं शीघ्रम् इति शीघ्रम् इति क्रियाविशेषणमस्ति द्वितीयाविभक्त्यामस्ति तर्हि चलतु इति लोट् लकार प्रथमाविभक्ति एकवचनरूपं परस्मैपदी प्रत्ययः एकः सन्देहः अस्ति अत्र शल् इति धातुः संस्कृतभाषायां जस्ट् वैब्रेशन् इति अर्थः किल अत्र गच्छतु इति मीनिङ्ग् न भवति किल अर्थः न भवति किल संस्कृतभाषायां चल् धातुः वैब्रेशन् ओन्ली रैट् चल् इति जस्ट् कम्पनं कम्पनमेव कम्पते इति अर्थः भवति किल चल् इति धातोः धातोः न भवति किल इन् संस्कृत अयं धातुः अपि गत्यर्थकधातुः एव गत्यर्थकधातुः पश्यति चेत् चल् धातुः अकर्मकधातुः इति लिखितमस्ति टु मूव् टु वाक् टु शेक् आङ्ग्लभाषया वदामश्चेत् कम्पनमपि गत्यर्थकमेव किल कम्पनमपि गत्यर्थकमेव अकर्मकधातुः इति लिखितमस्ति सः चलति इत्यत्र कर्मपदस्य आवश्यकता एव नास्ति सः मन्दं मन्दं चलति तत्र क्रियाविशेषणं भवति किन्तु कर्मपदस्य आवश्यकता नास्ति शीघ्रं शीघ्रम् इत्यत्र क्षिप्रं त्वरितं त्वरितगत्या विलम्बेन विना विलम्बं विना इति अपि वक्तुं शक्यते विना शब्दस्य प्रयोगः तृतीयाविभक्त्या सह अपि भवति द्वितीयाविभक्त्या सह अपि भवति विलम्बेन विना अथवा विलम्बं विना त्वरितगत्या सत्वरं क्षिप्रम् इति वक्तुं शक्यते विपरीतार्थशब्दः कः वदतु मन्दं मन्दं मन्दं मन्दं रमेश महोदय भवान् वदतु मन्दस्य भावः मान्द्यं मन्दता इति भवति जडस्य भावः जाड्यं भवति जडत्वमपि भवति जडत्वमपि भवति जडता अपि भवति खलु भगिनी भवती वदतु बालस्य भावः बाल्यं बाल्यं शीतस्य भावः शीतलं शैत्यं शैत्यं पुरोहितस्य भावः पौरोहितं पौरोहित्यं पौरोहित्यं मन्दस्य भावः मान्द्यं सुन्दरमहोदय भवान् एव वदतु यः शीघ्रं गच्छति सः यः शीघ्रं गच्छति सः शीघ्रालुः न अलुच् प्रत्ययः न यः शीघ्रं गच्छति रमेश महोदय वदतु शैग्रः न न यः शीघ्रं गच्छति सः उपपदसमासः अस्ति अस्मिन् पदे शीघ्रगः शीघ्रगः नो चेत् शीघ्रगामी नकारान्तपदं भवति यः शीघ्रं गच्छति सः शीघ्रगः अथवा शीघ्रगामी शीघ्रगामी इति पदं नकारान्तपदमस्ति इदानीं सूर्यकुमारी भगिनी अग्रिमं वाक्यं भवती करोतु एव क्रियते इति शङ्करः वदति शङ्करः वदति यत् मया एव क्रियते शङ्करः वदति यत् मया एव क्रियते वदति शब्दस्य रूपाणि वदतु वदधातुः वदति वदितः न अत्र लट् रूपाणि वदतु वदति वदतः वदन्ति वदसि वदतः वदतः वदामि वदावः वदामः उत्तमं लट् रूपाणि एवं भवन्ति वदति वदतः वदन्ति वदसि वदतः वदतः वदामि वदावः वदामः एवं लटिरूपाणि भवन्ति क्रियते इति रूपं दत्तमस्ति तत् किम् क्रियते क्रियते परस्मैपदी क्षम्यतां सुन्दर महोदय भवान् वदतु लोट् लकार लोट् नास्ति लोट् नास्ति कर्मणि लट् क्रियते क्रियन्ते क्रियसे क्रियते क्रियध्वे क्रिये क्रियावहे क्रियामहे तादृशं भवति एवं मया एव क्रियते अहमेव करोमि तस्य दट् इस् कर्तरिप्रयोगः अहमेव करोमि अहमेव करोमि इति वाक्यं साधुवाक्यं भवति कर्तरिप्रयोगे मया एव क्रियते रमेश महोदय भवान् वदतु क्रू इति धातुः अस्ति क्रू धातोः परं सार्वधातुके यक् इति सूत्रेण यक् इति प्रत्ययः या इति रूपम् आयाति अपि च भावकर्मणोः इति सूत्रेण आत्मनेपदसंज्ञकप्रत्ययः ते इति प्रत्ययः आयाति इतोपि किञ्चित् कार्यम् अस्ति क्रू इति धातुतः यक् आयाति आत्मनेपदसंज्ञकप्रत्ययः आयाति अन्यत् कार्यमपि अस्ति भवान् वदतु यक् इति स्थितौ यक् इति यक् इति आर्धधातुकप्रत्ययः अस्ति तेन कृ योगः कृ इत्य सार्वधातुक आर्धधातुकयोः इति सूत्रेण कर् भवति तत्र किं चिन्तनमस्ति तदर्थम् एकं विशिष्टं सूत्रमस्ति ऋङ्क्षय ग्लिङ्क्षु क्रू इति ऋकारान्तधातुः अस्ति खलु क्रू इति ऋकारान्त अङ्गमस्ति क्रू इति ऋकारान्तम् अङ्गमस्ति तस्मात् परं यक् प्रत्यये परे रिङ् आदेशः भवति रिङ् इति कथनेन ञकारः अस्ति रिङ् इति कथनेन कवर्गीय अन्तिम अनुनासिकव्यञ्जनं तत्र अस्ति सः वर्णः इति संज्ञकः एव रिङ् इति आदेशः भवति इति कृत्वा क्रू इत्यस्य रूपं क्री भवति वर्णमेलनेन क्रियाते इति रूपं सिद्ध्यति शङ्करः इति पदमस्ति रमेश महोदय भवान् वदतु शं करोति इति शङ्करः शम् इति कथनेन तत्र कः अर्थः शुभं शुभं कल्याणम् एतत् सर्वं वक्तुं शक्यते शुभं सुखं शुभम् एतत् सर्वं वक्तुं शक्यते शं करोति इति शङ्करः शङ्करः इति पदमस्ति शं वदः इति अपि पदमस्ति शमिधातोः संज्ञायाम् इति सूत्रेण एतत् पदं निर्मितं शमिधातोः संज्ञायाम् इति कल्याणं करोति शं करोति इति अर्थः अस्ति शं वदति इति शं वदः अग्रिमं वाक्यं सुन्दरमहोदय भवान् करोतु वसुधैव कुटुम्बम् इति भावना विश्वशान्तेः मूलम् अस्ति विश्वशान्तेः सोरि भावना विश्वशान्तेः मूलं मूलभावना अस्ति यत् वसुधैव कुटुम्बम् विश्वशान्तेः मूलं भावना यत् वसुधैव कुटुम्बम् तदेव किल विश्वशान्तेः मूलभावना अस्ति वसुधैव कुटुम्बकम् यत्र यत्रापि आगन्तव्यं किल यत् प्रयुज्य एव वक्तव्यं विश्वशान्तेः मूलभावना अस्ति यत् वसुधैव कुटुम्बकम् वसुधैव कुटुम्बकम् इत्यत्र सन्धिकार्यं करोतु वसुधा एव वृद्धिसन्धिः अस्ति तत्र वसुधैव वृद्धिरेचि इति सूत्रेण वसुधैव इति भवति वृद्धिरेचि इति कीदृशं सूत्रं वृद्धिरादैच् इति कीदृशं सूत्रम् वृद्धिरादैच् ओके वृद्धिः आत् आत् ऐच् वृद्धिः आत् ऐच् वृद्धिरेच् एच् एव भवितव्यं न तयोर्मध्ये भेदः कः सूर्यकुमारी भगिनी वदतु वृद्धिरादैचि संज्ञासूत्रमस्ति वृद्धिरेचि सन्धिसूत्रमस्ति इत्युक्ते वृद्धिसन्धि कार्यार्थं विधिसूत्रमस्ति वृद्धिरेचि वृद्धिसंज्ञा का इति प्रश्ने सति वृद्धिरादैचि इति सूत्रं स्मर्तव्यं वृद्धिसंज्ञा अस्ति इत्युक्ते व्याकरणे काश्चन संज्ञाः सन्ति तेषु वृद्धिसंज्ञा एका संज्ञा अस्ति वृद्धिरादैच् इति सूत्रेण वृद्धिसंज्ञा उच्यते विधायकसूत्रमस्ति वृद्धिरेचि रमेश महोदय श्लोकस्य एकः पादः एव अत्र दत्तः अस्ति वसुधैव कुटुम्बकम् इति वाक्यं लिखितमस्ति बहुप्रसिद्धः श्लोकः अयं कोऽपि वदतु पञ्चतन्त्र पुस्तके तद् लभ्यते परन्तु अयं निजः परो वेति गणना लघुचेतसाम् उदारचरितानां तु वसुधैव कुटुम्बकम् इति तत्र श्लोकः अस्ति अयं निजः परो वेति इत्यत्र सन्धिकार्यमस्ति परः वा इति भवान् वदतु परो वेति परः वा इति परः वा तत्र विसर्गस्य स्थाने उत्वं भूत्वा को इति परो वेति इति एव वकारः हषि अस्ति तर्हि विसर्गस्य स्थाने उत्वं भवति उत्तमं परो वेति इत्यत्र सन्धिकार्याणि सन्ति परः वा इति वायोगः इति वेति इति भवति अयं निजः परो वेति गणना लघुचेतसाम् अन्वयं वदामश्चेत् अयं निजः परः वा इति गणना लघुचेतसाम् सुन्दरमहोदय भवान् वदतु लघुचेतसाम् इति समस्तपदमस्ति वदतु यस्य लघु यस्य क्षेत्रः लघु अस्ति तेषाम् इत्युक्ते अल्पबुद्धयः चेतः चेतसि चेतांसि यस्य चेतः लघु अस्ति तेषां चेतः भवति वा चेतः भवति चेतः चेतसि चेतांसि सकारान्तप्रातिपदिकम् अस्ति इति कारणतः मनः शब्दवत् लघुचेतसः इति बहुवचनरूपम् अस्ति किन्तु एकवचनरूपं लघुचेताः लघुचेताः लघुचेतसौ लघुचेतसः एवं रूपाणि वक्तव्यानि भवन्ति अस्मिन् पदे बहुव्रीहिसमासः अस्ति निजः इत्युक्ते स्वजनः परः इत्युक्ते परजनः अयं जनः स्वजनः वा परजनः वा इति गणना केवलं लघुमनस्कानां कृते एव किन्तु उदारचरितानां तु वसुधैव कुटुम्बकम् एषः मदीयः वा नो चेत् अन्यः वा इति एतादृशं चिन्तनं केवलं लघुमनस्कानां चिन्तनं भवति किन्तु प्रपञ्चं सर्वं मम कुटुम्बः एव इति उदाराणां चिन्तनम् उदाराणां स्वभावः तादृशः बृहच्चेतसां बृहच्चेतसाम् इति पदं नास्ति इति भाति बृहत् इति कथनेन ह्यूज् इति अर्थः अस्ति उदारचेताः इति अर्थः एव साधु उदारचेताः उदारचेताः इति एकवचनरूपम् अस्ति बहुवचनरूपम् उदारचेतसः बहुव्रीहिसमासः अस्ति इति कारणतः प्रथमाविभक्तिरूपाणि तादृशानि भवन्ति भवान् एव करोतु अग्रिमं वाक्यं कर्मण्येवाधिकारस्थे मा फलेषु ओके इति कृष्णः अवदत् ओके कर्मण्येवाधिकारस्थे मा फलेषु कश्चन वा कदाचन मा फलेषु कदाचन इति कृष्णः अवदत् कृष्णः अवदत् यत् कर्मणि एव अधिकारः ते मा फलेषु इति यत् सन्धिकार्याणि वदतु कर्मणि एव तत्र यण् सन्धिः भवति कर्मणि योगे एव तदनन्तरं एव अधिकारः तत्र सवर्णदीर्घसन्धिः भवति देन् अधिकारः ते तत्र विसर्गसन्धिः भवति अधिकारः ते अधिकारस्ते इति विसर्जनीयस्य सः इति सूत्रेण विसर्गस्य स्थाने सकारः आयाति तकारः खर् प्रत्याहारस्थवर्णः अस्ति खरि इति पूर्वसूत्रात् अनुवृत्तं भवति पाणिनेः सूत्रमस्ति विसर्जनीयस्य सः सम्पूर्णश्लोकं वदतु कर्मण्येव अधिकारस्ते मा फलेषु कदाचन सेकेण्ड् लैन् विस्मृतवान् मा कर्मफलहेतुर्भूः मा ते सङ्गोस्त्वकर्मणि कर्मण्येव अधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भूः मा ते सङ्गोस्त्वकर्मणि इति कृष्णः किं वदति कृष्णः वदति यत् कर्मण्येव अधिकारस्ते मा फलेषु कदाचन इति कर्मणि एव तव अधिकारः अस्ति एवं कर्मफलेषु न कदाचन अधिकारः न भवति एवं कर्मफलहेतुः अपि भवान् न भवितुम् अर्हति कर्मफलस्य हेतुः अपि न भवितुम् अर्हति रमेश महोदय भवान् वदतु अस्य अर्थः कः कर्मण्येव अधिकारस्ति मा फलेषु कदाचन इत्युक्ते कर्मणि एव तव अधिकारः अस्ति तर्हि कर्म करणीयम् एव तत्र एव तव अधिकारः अस्ति कर्मस्य यत् फलं भवति तस्मिन् तस्यां वा न तस्य अधिकारः न अस्ति इति एव तस्य न तस्मिन् अधिकारः न अस्ति इति तत्र श्रीकृष्णः वदति तर्हि सर्वेषु कार्येषु इदं कार्यं मया करणीयं परन्तु तस्य यत् फलं लभ्यते तद् मम अधिकारः तस्य मम अधिकारः नास्ति यदि फल उचितं फलं भवति चेत् तद् स्वीकर्तव्यम् अनुचितं फलं लभते चेत् अपि लभ्यते चेत् अपि तत् स्वीकर्तव्यम् एव इति एव तद् तत्र आशयः अस्ति कर्मण्येव अधिकारस्य मा फलेषु कर्म कदाचन द्वितीयं वाक्यं तावत् पर्याप्तं महोदय धन्यवादाः बहु सम्यक् तदेव श्रोतुमिच्छामि तत्र एतत् सर्वं बहु कष्टसाध्यमस्ति फले अधिकारः मास्तु इति कथनेन फले अस्माकं स्वामित्वं नास्ति कण्ट्रोल् नास्ति केवलं कर्मणि एव अस्माकम् अधिकारः अस्ति इति कर्म कृत्वा तदनन्तरं त्यजतु अग्रे गच्छतु कर्म कृत्वा अग्रे गच्छतु कोऽपि फलम् अस्ति गुड् आर् बेड् नाट् बदर् बहु सम्यक् संस्कृतभाषायाम् एव एकः अन्यः श्लोकः अस्ति प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते प्रयोजनमनुद्दिश्य मन्दः अपि न प्रवर्तते इत्युक्ते प्रयोजनं विना मन्दः अपि कार्यं न करोति तादृशी स्थितिः अस्ति चेत् एतत् कथं सिद्ध्यति कर्मणि एव अस्माकम् अधिकारः अस्ति फले नास्ति इति स्मर्तव्यं मनसि स्थापनीयम् एतत् संस्थाप्य कार्यं करणीयम् इति भाति अस्तु अग्रिमं वाक्यं सूर्यकुमारी भगिनी भवती करोतु अहं न योच्ये इति अर्जुनः उक्तवान् अर्जुनः उक्तवान् यत् अहं न योच्ये उक्तवान् साधयतु वद् धातुतः वच् वच् वच् धातुतः भवतु सम्प्रसारणं भूत्वा ऊ भवति उच् योगः तवतु अस्ति तकारे अस्ति चोको कुः इत्यनेन ककार भवति उक् भवति उक् योगः तवतु उक्तवत् उक्तवान् उत्तमम् वस्तुतः धातुः वच् अस्ति वच् धातुतः वचिस्वपि यजादीनां खिति इति सूत्रेण कित् प्रत्यये परे तावत् प्रत्ययः कित् प्रत्ययः कित् प्रत्यये परे वचिस्वपीयजादीनां किति इति सूत्रेण सम्प्रसारणकार्यं भूत्वा वकारस्य स्थाने उकारः आयाति किन्तु वकारोत्तरवर्ती अकारः अपि तत्र अस्ति तदा सम्प्रसारणाच्च इति सूत्रेण वकारोत्तरवर्ती अकारः अस्ति तत्र वकारस्य स्थाने उकारः आगतः इदानीम् अत्र स्थितिः का उकार अकारयोः द्वयोः स्थाने पूर्वरूपादेशः भवति इत्युक्ते उ इति रूपमेव तत्र तिष्ठति तेन उच् भवति पश्चात् चोः कुः इति सूत्रेण उच् स्थाने उक् भवति उक् योगः तवत् उक् तवत् इति रूपं सिद्ध्यति सूत्रं किं वदति वचि स्वपि स्वपि वा वचि स्वपि सिद्ध्यति स्वप् धातु सुप्तवान् रमेश महोदय भवान् साधयतु सुप्तवान् अथवा सुप्तः स्वप् इति एव धातुः अस्ति खलु हा स्वप् इति धातुः स्वप् इति धातुः तवतु इति प्रत्ययः तत्र उकारः तवतु इति उकारः उपदेशे जनुनासिक इति सूत्रेण अपगच्छ इत्संज्ञा भूत्वा अपगच्छति तस्य लोपः इति सूत्रेण सुप् स्वप् योगः तवत् इति स्थितिः भवति तत्र स्वप् तवतु ककारः लषक्पतद्विते इति सूत्रेण इत्संज्ञा भूत्वा गच्छति तर्हि कित् अस्ति सुप् इति वचि स्वपि यजादीनां किति च इति सूत्रेण सम्प्रसारण योग्यः भवति किति कित् ञित् प्रत्यये परे तत्र कित् प्रत्ययः अस्ति तर्हि तवतु इति कित् प्रत्ययः अस्ति तर्हि स्वप् इति स्थाने वकारस्य स्थाने उकारः आगच्छति तर्हि स उ अ प इति स्थितिः भवति सम्प्रसारणाच्च इति सूत्रेण उकाराकारस्थाने उकारः आदेशः भवति पूर्वरूपस्य आदेशः भवति तर्हि उकारः एव तिष्ठति सुप इति स्थिति सुप तवत् सुप्तवान् सुप्तवत् इति भवति किन्तु सुप्तवत् प्रातिपदिकं स्वीकृत्य सुप्तवान् इति प्रथमाविभक्ति एकवचनरूपं पुंलिङ्गे भवति तत्र अन्यानि सूत्राणि सन्ति सुबन्तप्रक्रियायाः प्रसङ्गे अन्यानि सूत्राणि सन्ति सूर्यकुमारी भगिनी भवती वदतु अत्र यजादीनाम् इति इत्यस्य अर्थः किम् यज् आदयः अन्ये केचन धातवः सन्ति तेषां प्रसङ्गे अपि इदं सूत्रं कार्यं करोति न केवलं वच् धातोः प्रसङ्गे स्वप् धातोः प्रसङ्गे यजादीनाम् इति षष्टिविभक्ति बहुवचनरूपम् अस्ति अन्येषां प्रसङ्गे अपि इदं सूत्रं कार्यं करोति वप् अस्ति चेत् उप् भवति वः प्रसङ्गे ऊढवान् इति भवति वस् अस्ति चेत् उस् भवति उषितवान् उषितवान् इति वद् अस्ति चेत् उदितवान् यजादीनाम् इति कथनेन अन्ये धातवः अपि तस्मिन् अन्तर्भूताः के धातवः इति कथं ज्ञातुं शक्यते अन्ये के धातवः इति द्वादश सन्ति वा अन्तर्गणः इति अहं चिन्तयामि अन्तर्गणः अस्ति महोदय भवान् वदतु यजादिगणस्य प्रसङ्गे तदेव जानामि महोदय अन्तर्गणः अस्ति द्वादश प्रायः द्वादश धातो द्वादश धातो धातुः तत्र सन्ति इति तदेव अहं जानामि अहं चिन्तयामि भुवादिगणे अस्ति वा इति भुवादिगणे अन्तर्गणः वा एषः अहं मन्ये तत्र दत्तमस्ति यजादीनां वच् सुप्त यज् यज् इष्ट वप् उप् उक्तवान् वहोड् ऊढः वस् वे इत्येव वे इति संवीत ह्वे वद टुऔष्वि इति धातुः सन्ति तत्र यजादीनाम् इति कथनेन के धातवः अस्मिन् अन्तर्भूताः इत्यपि पृथक्तया पश्यामः। चिन्ता मास्तु, कक्षायाः अनन्तरम् अस्मिन् प्रसङ्गे इतोपि चिन्तनं करिष्यामः। युद्ध धातोः रूपमेव योत्स्ये। सूर्यकुमारी भगिनी भवती वदतु। हा भगिनि, योत्स्ये इति उत्तमपुरुष लृट्लकार एकवचनमस्ति, आत्मनेपदी रूपमस्ति। धातुः अस्ति युद्ध, युद्ध धातुः दिवादिगणे अस्ति, युध्यते इति रूपं, यथा भवती उक्तवती आत्मनेपदीरूपमेव युध्यते इति रूपम् अस्ति, लटि रूपं, किन्तु अत्र लृट्लकाररूपं दत्तमस्ति। लृट्लकारे स्या इति लकारनिमित्तिकविकरणप्रत्ययः आयाति, युद्ध धातोः परं स्या इति लकारनिमित्तिकविकरणप्रत्ययः स्यतासील् रु लुटोः इति सूत्रेण स्या इति लकारनिमित्तिकविकरणप्रत्ययः आयाति। लृट्लकारप्रसङ्गे सिद्धप्रत्ययाः के पृथक्तया नावदामः, लुट्लकारप्रसङ्गे सिद्धप्रत्ययाः के इति कथनेन स्यति स्यतः स्यन्ति एवं परस्मैपदी धातूनां प्रसङ्गे भवन्ति, आत्मनेपदीनां कृते स्यते स्येते स्यन्ते एवं मिलित्वा वदामः, सिद्धप्रत्ययान् मिलित्वा वदामः। उत्तमपुरुष एकवचनप्रसङ्गे स्ये इति प्रत्ययः अस्ति, युद्ध धातोः परं स्ये इति प्रत्ययः अस्ति। इदानीं भवती वदतु। करिच इत्यनेन न, आदौ किं कार्यं भवति? युक्तियोगस्य आर्धधातुक सारधातुक आर्धधातुकयोः न पुगन्तलघुपदस्य च इत्यनेन पदस्य तस्य लघु एकवर्णः भवति, यो भवति योद् भवति, तदनन्तरं दकार अस्ति, परः सकार अस्ति, खरीच इत्यनेन दकारस्थाने तकारादे आदेश भवति, यो योत् भवति, वर्णमेलनेन योत्से भवति। किमर्थं खरीचकार्यम् आदौ न भवति? प्रथमम् अङ्गकार्यं भवति, तदनन्तरमेव सन्धिकार्यं भवति। उत्तमं, वर्णादाङ्गं बलीयः इति नियमः अस्ति, वर्णकार्यस्य अपेक्षया अङ्गकार्यं बलवत् भवति, अतः आदौ अङ्गकार्यमेव करणीयम्। अङ्गकार्यम् इति कथनेन अत्र अङ्गं किम् इत्युक्ते धातुरूपी अङ्गमस्ति, युद्ध इति धातुरूपी अङ्गमस्ति, तस्मात् परं प्रत्ययः अस्ति, प्रत्ययात् पूर्वं यावदस्ति तत्सर्वम् अङ्गम् इति वदामः। स्या इति प्रत्ययस्य कृते युद्ध इति धातुरूपी अङ्गमस्ति, स्या प्रत्ययम् आर्धधातुकप्रत्ययं निमित्तीकृत्य युद्ध इति उदुपधधातुः अस्ति, लघु उदुपधधातुः, युद्ध इत्यस्मिन् स्याप्रत्ययं निमित्तीकृत्य पुगन्तलघुपधस्य च सूत्रेण गुणकार्यं भवति, तेन युद्ध योद् भवति। आदौ अङ्गकार्यमेव करणीयं, पश्चात् सन्धिकार्यं, पश्चात् खरीच इति सूत्रेण धकारस्य स्थाने तकारः आयते। वदतु। खरीच इति त्रिपादीसूत्रमस्ति, तर्हि प्रथमं सपादसप्ताध्याय्याः सूत्रस्य कार्यं भवति, तत्पश्चात् एव त्रिपादीसूत्रस्य कार्यं भवति। तदपि अस्ति, किन्तु वर्णादाङ्गं बलीयः इत्येव स्वीकर्तव्यम्, अङ्गकार्यम् एव आदौ करणीयं। पूर्वत्र सिद्धं किं वदति? रमेश महोदय वदतु। परसूत्र दृष्ट्या पूर्वसूत्रदृष्ट्या परसूत्रम् असिद्धम् इति एव वदति। पूर्वसूत्रस्य दृष्ट्या परसूत्रं नास्ति इति मन्तव्यम्, एषः नियमः सम्पूर्ण अष्टाध्याय्याम् अस्ति, सपादसप्ताध्यायीं प्रति त्रिपादीसूत्राणि असिद्धानि भवन्ति, एवमेव त्रिपाद्याम् अपि पूर्वसूत्रं प्रति परसूत्राणि असिद्धानि भवन्ति। शास्त्रसिद्धम् एतत् सर्वं शास्त्रसिद्धम्, सम्पूर्ण अष्टाध्याय्यां पूर्वसूत्रं प्रति परसूत्रम् असिद्धं भवति पूर्वत्रासिद्धम् इति नियमेन। सपादसप्ताध्यायीसूत्रस्य कृते त्रिपादीसूत्रम् असिद्धं भवति, इत्युक्ते तस्य दृष्ट्या त्रिपादीसूत्रं नास्ति इति एव तत्र मन्तव्यम् अस्ति। सन्धिकार्यार्थं यानि यानि सूत्राणि सन्ति तानि सर्वाणि त्रिपाद्यां सन्ति. तैः सूत्रैः यत् कार्यं करणीयं तदन्ते एव भवति. तादृशं नास्ति, स्वसन्धिकार्याणि सर्वे सपादसप्ताद्याम् एव अस्ति. गुणसन्धि वृद्धिसन्धिकार्याणि सर्वे सपाद्याम् एव दत्तमस्ति खलु. पूर्वत्र सिद्धं सूत्रं त्रिपादी एव अस्ति खलु. त्रिपाद्यां कानिचन सन्धिसूत्राणि सन्ति, महोदय भवान् वदतु. त्रिपाद्यं यद् प्रायः अपि न वक्तुं शक्यते, बहूनि व्यञ्जनसन्धिसूत्राणि विसर्गसन्धिसूत्राणि ये सन्ति ते त्रिपाद्यां सन्ति. स्वरसन्धि यद् सूत्राणि सन्ति ते सपाद षष्टवे अध्याये एव सन्ति. 6.1.101 दीर्घः आद्गुणः इत्यादीनि सूत्राणि सपादसप्ताध्यायां सन्ति. धन्यवादाः. अत्र योत्स्ये इति रुक्लकाररूपं दत्तमस्ति. महाभारतयुद्धस्य आरम्भे अर्जुनः एवम् उक्तवान्, अहं युद्धं न करिष्यामि. न योत्स्ये इति लिखितमस्ति, तस्मिन् स्थाने एव अहं युद्धं न करिष्यामि इति वाक्यमपि साधु भवति. अग्रिमं वाक्यं सुन्दरमहोदय भवान् करोतु. स्वधर्मे निधनं श्रेयः इति जानीत. ओके, सो जानीत, भवान् जानीत, सोरि जानीत इति त्वं जानीत वा. इदानीं भवान् जानीतप्रसङ्गे वदतु, मध्यमपुरुषरूपमेव किन्तु बहुवचनरूपमस्ति. हा बहुवचनरूपं लोट् जान् किं वदामः, त्वं युवां यूयम्. त्वं युवां यूयम्, त्वं जानासि. त्वं जानीहि. जानीहि, हा ओके. त्वं जानीहि युवां जानीतं यूयं जानीत इति रूपाणि भवन्ति. यूयं जानीत, यूयं जानीत यत् स्वधर्मे निधनं श्रेयः, तदेव. स्वधर्मः इति पुंलिङ्गपदमस्ति, सप्तमी रूपम् अत्र दत्तमस्ति स्वधर्मे इति. निधनम् इत्युक्ते, निधनम् इत्युक्ते स्थितिः इति. न, रमेश महोदय वदतु. मरणम् इति वा. नाशः, मरणं. नाशः, ओ ओके. निधनम् इत्युक्ते नाशः अथवा मरणं. स्वधर्मे नाशः अपि श्रेयः. श्रेयः, श्रेयः प्रसङ्गे रमेश महोदय वदतु. श्रैदतु. न, कीदृशं रूपम् अस्ति. वदतु. यसुन् प्रत्ययः अस्ति. यसुन् प्रत्ययः अस्ति. तत्र बहु किमपि चिन्तनम् अस्ति. धातुतः निर्मितं रूपं नास्ति, तद्धितप्रत्ययान्तरूपम् अस्ति. यसुन् प्रत्ययः तद्धितप्रत्ययः अस्ति. तद्धितप्रत्ययः इति कथनेन प्रातिपदिकात् प्रत्ययस्य विधानं भवति. यसुन् प्रत्ययान्तपदानि तद्धितान्तपदानि भवन्ति. अत्र प्रातिपदिकमस्ति प्रसस्. एकम् अन्यत् सूत्रमपि अत्र आवश्यकमस्ति. श्रेयः इति शब्दस्य लिङ्गं किम्? लिङ्गं नपुंसकलिङ्गं. श्रेयः, श्रेयसि, श्रेयांसि. प्रातिपदिकं किम्? श्रेयस् इति सकारान्तप्रातिपदिकं. नपुंसकलिङ्गे श्रेयः इति भवति. पुंलिङ्गे किं भवति? पुल्लिङ्गे श्रेयान् इति भवति. श्रेयान्, श्रेयांसौ, श्रेयांसः. स्त्रीलिङ्गे किं भवति? श्रेयसि, श्रेयस्यौ, श्रेयस्यः. नदीशब्दवत् रूपाणि भवन्ति. प्रातिपदिकं तु सकारान्तप्रातिपदिकं. प्रत्ययः अस्ति यसुन्. यसुन् नकारः इत्संज्ञकः अस्ति. यसुन् इत्यत्र नकारः हलन्तीम् इत्यनेन इत्संज्ञकः भवति. उकारः अपि अपगच्छति. यस् इति एव अवशिष्यते. अत्र अन्ते सकारः अस्ति इति कारणतः यसुन् प्रत्ययान्तरूपाणि सकारान्तप्रातिपदिकानि भवन्ति. किन्तु अत्र प्रातिपदिकं प्रशस् अस्ति. प्रशस् स्थाने श्रे इति रूपम् आगतं तत्र इतोपि बहु किमपि चिन्तनम् अस्ति अत्र इष्टन् प्रत्ययमपि योजयितुं शक्नुमः किल श्रेष्ठः इति न इष्टन् प्रत्ययः कदा आयति इयसुन् कदा आयति भवान् एव वदतु मोर् देन् देट् इस् मोर् देन् टु पीपल् यदि श्रेष्ठः तेषु एतेषु बालकेषु रामः श्रेष्ठः इति भवितुमर्हति श्रेयान् यदि यदि बालकद्वयमेव स्तः बालकद्वयमेव तत्र एकवचनरूपमेव वक्तव्यं बालकद्वयम् अस्ति चेत् बालकद्वयम् अस्ति चेत् तत्र तयोः एकः इति एकः श्रेयान् इति कथनीयम् तत्र भेदः अस्ति खलु अस्ति भेदः अस्ति कम्पेरेटिव् सूपर्लेटिव् केस् तरप् तमम् इव भगिनि तरप् तमप् इव तत्र सूत्रं कोऽपि स्मारयति वा न अतिशायने तमभिष्ठनौ अतिशायने तमभिष्ठनौ इति सूत्रमस्ति अतिशयत्वेन वक्तव्यं चेत् बहवः पदार्थाः सन्ति चेत् तेषु एकः विशिष्टः इति वक्तव्यं चेत् अतिशायने तमभिष्ठनौ इति सूत्रेण तमप् प्रत्ययः अथवा इष्टन् प्रत्ययः विहितः भवति इष्टन् प्रत्ययस्य कृते इदं सूत्रं विधिसूत्रमस्ति अतिशायने तमभिष्ठनौ किन्तु इयसुन् प्रत्ययस्य कृते एकम् अन्यत् सूत्रमस्ति तरप् प्रत्ययः अथवा इयसुन् प्रत्ययः आयाति पदार्थद्वयम् अस्ति चेत् श्रेष्ठः गरिष्ठः वरिष्ठः कनिष्ठः इत्यादीनि पदानि इष्टन् प्रत्ययान्तपदानि श्रेयान् गरीयान् वरीयान् कनीयान् इत्यादीनि पदानि इयसुन् प्रत्ययान्तपदानि श्लोकः अस्ति श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् स्वधर्मे निधनं श्रेयः परधर्मो भयावहः इति अस्ति श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् स्वधर्मे निधनं श्रेयः परधर्मो भयावहः रमेश महोदय भवान् वदतु अस्य अर्थः कः स्वधर्मे निधनं श्रेयः स्वधर्मं कृत्वा यदि मरणमपि प्राप्तं भवति तदेव श्रेयः परधर्मः बहु सम्यक् कृत्वापि तद् न श्रेयः भवति इति एव तत्र वार्ता अस्ति भयावहः इत्युक्ते भयजनकः इति अर्थः अस्ति परधर्मः इत्युक्ते अन्यधर्मः धर्मान्तरम् इति अपि वक्तुं शक्यते अन्यधर्मः परधर्मः धर्मान्तरम् एतानि समानार्थकानि स्वधर्मः इत्युक्ते आत्मधर्मः आत्मधर्मः एव सर्वदा श्रेयान् भवति अत्र कम्पेरिजन् अस्ति तुलना अस्ति स्वधर्मः परधर्मः कस्य आचरणं भवेत् इति प्रश्ने सति स्वधर्मे मरणमपि श्रेयः परधर्मः भयजनकः इति अत्र वार्ता अस्ति अग्रिमं वाक्यं सूर्यकुमारी भगिनी परधर्माचरणस्य अपेक्षया स्वधर्माचरणं सर्वदा उत्तमं स्वधर्मे नाशः अपि श्रेयः परधर्मः तु अनर्थदायकः अनर्थजनकः इति श्रेयान् स्वधर्मो विगुणः इति दत्तमस्ति विगुणः इति कथनेन कः अर्थः सुन्दरमहोदय भवान् वदतु विगतः गुणः यस्मात् सः विगुणः इत्युक्ते गुणरहितः विगतः गुणः अग्रिमं वाक्यं भवान् करोतु काम्यानां कर्मणां न्यासः सन्न्यासः इति कवयः वदन्ति कवयः वदन्ति यत् काम्यानां कर्मणां न्यासः सन्न्यासः काम्यानाम् इत्युक्ते कर्मणाम् इत्यस्य विशेषणम् इति आदौ वाक्यं परिवर्त्य वदतु परिवर्त्य वा ओके काम्यानां कर्मणां न्यासः सन्न्यासः ओके परिवर्तनम् ओके कर्मणि वा यत् कवयः वदति यत् काम्यानां कर्मणां न्यासः सन्न्यासः तदेव वदन्ति प्रसङ्गे रूपाणि वदतु. वदन्ति ओके. सो वद् वद् योगे झि प्रत्ययः वद् योगे झि प्रत्ययस्य योजनेन झोन्तः इति सूत्रेण अन्त आदेशः भवति. सो वद् योगे वद् योगे अन्ति इति वदन्ति इति भवति. अदन्त अङ्गेषु इत्युक्ते अदन्त अङ्गम् येषु येषु गणेषु अस्ति तेषु गणेषु प्रथमपुरुष बहुवचन सिद्धप्रत्ययः अन्ति अस्ति. अत्र वद इति अङ्गमस्ति, वद इति अङ्गमस्ति, पश्चात् अन्ति इति सिद्धप्रत्ययं योजयामः. धातुः भुवादिगणे अस्ति इति कारणतः वद् धातोः परं शप् इत्यस्मात् अकारः आगतः, तेन वद इति अङ्गं भवति तिङ्प्रत्ययस्य कृते. इदानीं वद योगः अन्ति, अत्र किं कार्यमस्ति? अत्र वद योगे अन्ति तत्र आद्गुणः न न अतो गुणे अतो गुणे वद योगे अस्ति तस्य एक एव गच्छति. सो वद् वद् योगे अयोगे अन्ति. सो वदन्ति इति भवति अतो गुणे. अतो गुणे इति सूत्रम्. अतो गुणे सूत्रे किमुक्तमस्ति? अपदान्त अकारात् परे. अत्र वद इति पदं नास्ति, इत्युक्ते वद इत्यत्र तिङ् प्रत्ययः इदानीं पर्यन्तं न आगतम्, अतः तस्य पदसंज्ञा नास्ति. वद योगः अन्ति इत्यत्र वद इत्यस्य पदसंज्ञा नास्ति इति कारणतः तत्र अपदान्त अकारः अस्ति. अपदान्त अकारे परे गुणसंज्ञकवर्णः अस्ति. अत्र गुणसंज्ञकवर्णः कः? अन्ति अन्ति अ एव गुणसंज्ञकवर्णः. अकार एव गुणसंज्ञकवर्णः. अपदान्त अकारस्य वद इति अकारान्तपदम् अस्ति किल, तत्र तद् अकारः अपदान्त अकारः. सो तस्य तदनन्तरं यदि ओडियसे अकारः आगच्छति चेत् तस्य एक एव स्वीकर्तव्यं, तथा नास्ति परम् एव स्वीकर्तव्यं परम् अकारः एव. उत्तमम्. गुणसंज्ञकवर्णाः के भवान् वदतु? गुणसंज्ञकः वर्णः अ इ उ. गुणसंज्ञकवर्णाः गुणसंज्ञकवर्णाः अकारः इकारः उकारः. न, रमेश महोदय भवान् वदतु. गुणसंज्ञा का? गुणसंज्ञायाः प्रसङ्गे संज्ञासूत्रमस्ति, भवान् वदतु. आद्गुणः इति संज्ञासूत्रम् अस्ति. न, अदेङ्गुणः अदेङ्गुणः अत् एङ् अत् एङ् गुणसंज्ञकवर्णाः भवन्ति. अत् इति कथनेन ह्रस्वकारः एव स्वीकर्तव्यः. एङ् प्रत्याहारे एकारः ओकारः च स्तः. अपि च तत्र दीर्घ एव स्वीकरणीयः अपि अस्ति सकारेण तपर कृत्वा. तत्र तकारः दीर्घ एकारः दीर्घ ओकारः एव स्वीकर्तव्यं. प्लुता न इति अपि दत्तमस्ति. आद्गुणः सूत्रं गुणसन्धेः प्रसङ्गे विधिसूत्रमस्ति. गुणसन्धेः प्रसङ्गे संज्ञासूत्रमस्ति अदेङ्गुणः. अत् एङ् इति तत्र पदद्वयम् अस्ति. अत् इति कथनेन तपरकरणं कृतमस्ति. ह्रस्व अकारः एव स्वीकर्तव्यः. अतो गुणे इति सूत्रे अपदान्त अकारे परे गुणसंज्ञकवर्णः अकारः परः अस्ति. वद इत्यत्र अकारः अस्ति, अन्ति इत्यत्र अकारः अस्ति. द्वयोः स्थाने एकः पूर्वपरयोः इति सूत्रमस्ति. तेन सूत्रेण पररूपादेशः भवति इति कारणतः वदन्ति इति रूपं सिद्ध्यति. इदानीं सूर्यकुमारी भगिनी भवती वदतु, काम्यानां कर्मणां द्वयोर्मध्ये कः सम्बन्धः? काम्यानां कर्मणां विशेषण विशेषविशेषणभावः अस्ति. कर्मणां किं रूपम्? षष्ठी बहुवचनमस्ति. तत्र अणत्वं किमर्थम्? समानपदे अस्ति. अटुकुपु अङ्गनं यवावेति इति सूत्रेण रेफ अस्ति चेत् मध्ये बाधितवर्णाः न सन्ति. नत्वं भवति. अत्र रेफ दन्त्यनकारयोः मध्ये कः वर्णः अस्ति? मकार अकार इत्युक्ते अट् प्रत्यहारस्थवर्णः पवर्गे व्यञ्जनमपि अस्ति, तत्र बाधा नास्ति इत्यतः णत्वं भवति. काम्यानाम् इति रूपं किम्? षष्ठी बहुवचनं. तत्र प्रथमान्तं किं भवितुमर्हति? काम्यायां न प्रथमा विभक्ति एकवचनम्. काम्या काम्या इति प्रातिपदिकं. काम्याः भवति वा? कर्मणाम् इत्यस्य विशेषणं भवति इत्यतः. रमेश महोदय वदतु. नपुंसकलिङ्गे भवेत् इति अहं चिन्तयामि. काम्यं काम्यं काम्यं काम्यनि काम्यानि वनं वने वनानि काम्ये काम्यानि इव रूपाणि भवन्ति. अत्र प्रथमान्तं पदं किं भवति? काम्यं कर्म. काम्यं कर्म कर्मशब्दः नपुंसकलिङ्गशब्दः अस्ति इति कारणतः द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति इत्यतः काम्यं कर्म. अकारान्त नपुंसकलिङ्गपदं भवति. अत्र चिन्तनं किम् अस्ति? रमेश महोदय चिन्तयतु, वदतु. काम्यम् इति रूपं कथं साधनीयम्? कम् धातोः यम् काम्यम् कमु कान्तौ कमु धातुः कमु इत्यत्र उकारः अनुनासिकः अस्ति. उपदेशजनुनासिक इति सूत्रेण तस्य इतिसंज्ञा भूत्वा तस्य लोपः भवति. कम् इति लौकिकधातुः. इदानीं वदतु. कम् इति लौकिकधातु ञत् प्रत्ययः अस्ति. रुहलोर्ण्यत् रुहल्योर्ण्यत् तर्हि काम् इति ञत् अचोणि अत उपधायाः इति सूत्रेणैव काम् इति भवति. ञत् यकारः एव अवशिष्यते काम्य इति. अत उपधायाः कार्यं किमर्थं भवति? ञत् प्रत्यये परे इत्युक्ते वृद्धिकार्यं भवति. अत उपधायाः इति सूत्रेण वृद्धिकार्यं भवति. अत्र प्रत्ययः ञत् प्रत्ययः अस्ति. ञत् प्रत्ययः णित् अस्ति. वदतु. कृदन्तः एव वा? काम्य इति कृदन्तरूपं वा? कृदन्तरूपमेव. काम्यं कर्म. तत्र कम् धातुः अस्ति. कम् उपधायां ह्रस्व अकारः अस्ति. कम् इत्यत्र ककारोत्तरवर्ती अकारः अस्ति. मकारात् पूर्वम् उपधायां ह्रस्वकारः अस्ति इति कारणतः अत उपधायाः इति सूत्रेण वृद्धिकार्यं भूत्वा कम् काम् भवति. कदा भवति? णित् प्रत्यये परे. अत्र ण्यत् प्रत्ययः णित् अस्ति. अतः वृद्धिकार्यं भूत्वा कम् काम् भवति. ण्यत् प्रत्ययात् या इति रूपम् आगतं. काम्य इति प्रातिपदिकम् अस्ति, किन्तु त्रिषु लिङ्गेषु रूपाणि सन्ति इति भाति. अपि च कमधातोः प्रसङ्गे एव सूरिकुमारी भगिनी भवती वदतु. कम् धातुः भुवादिगणे अस्ति. भुवादिगणे अयं धातुः विशिष्टधातुः, विशेषधातुः अस्ति इति कारणतः विशेषसूत्राणि आवश्यकानि. अहं लटी प्रसङ्गे पृच्छन्ती अस्मि. लटी प्रसङ्गे गणचिन्तनं कदा भवति? सार्वधातुकलकारेषु एव भवति. सार्वधातुकलकारेषु एव धातुः कस्मिन् गणे अस्ति इति चिन्तनं भवति. भुवादिगणीयधातुः अयं धातुः भुवादिगणे विशिष्टधातुः. अस्य कृते एकं विशिष्टं सूत्रमस्ति. तत्र इतोपि चिन्तनमस्ति भगिनि. कामयते इति रूपं सिद्ध्यति. लटी रूपं कामयते, आत्मनेपदिरूपं सिद्ध्यति. कामयते इति रूपं किमर्थं? तस्य कृते एकं सूत्रमस्ति. कमेर्णिङ्ग् इति सूत्रमस्ति. णिङ् इति एकः प्रत्ययः अस्ति. णिङ् इति प्रत्ययः कीदृशः? सनादिप्रत्ययेषु अन्यतमप्रत्ययः णिङ् प्रत्ययः. सन् प्रत्ययः एकः, णिच् प्रत्ययः अन्यतमः, निङ् प्रत्ययः अन्यतमः, एवं रीत्या द्वादशप्रत्ययाः सनादिप्रत्ययाः सन्ति। धातुभ्यः सनादिप्रत्ययानां योजनेन नूतनधातोः निर्माणं भवति, किन्तु अयं निङ् प्रत्ययः विशिष्टः। कथम् इत्युक्ते अयं निङ् प्रत्ययः प्रातिपदिकेभ्यः विहितः भवति, किन्तु नूतनधातोः निर्माणमेव भवति। अयं निङ् प्रत्ययः प्रातिपदिकेभ्यः विहितः भवति किन्तु नूतनधातोः निर्माणं भवति, आतिदेशिकधातोः निर्माणं भवति। कम् धातुतः णिङ् प्रत्ययस्य योजनेन कामि इति नूतनधातोः निर्माणं भवति। णिङ् इति उक्तं खलु, वदतु। णिच् इति सूत्रेण णिच् नास्ति अस्ति चेत् अनेकाल अस्ति चेत् अपि अन्ते भवति, न तु पूर्वत् तथा नास्ति। किं वक्तुमिच्छामि, णिङ् प्रत्ययः आदौ मूर्धन्यणकारः अस्ति, प्रत्ययस्य प्रसङ्गे वदन्ती अस्मि। णिङ् इति कथनेन मूर्धन्यणकारः आदौ अस्ति इति कारणतः अयं प्रत्ययः णित् प्रत्ययः, इत्युक्ते चुटु इति सूत्रेण मूर्धन्यणकारः अपगच्छति इति कारणतः अयं णिङ् प्रत्ययः णित् अस्ति। णित् प्रत्यये परे वृद्धिः भवति, कम् इत्यत्र वृद्धिः भूत्वा कम् काम् भवति इति एकः विशेषः। नूतनधातुः कामि इति भवति। णिङ् इति प्रत्यये अनुबन्धवर्णानां लोपकार्यानन्तरम् ई एव अवशिष्यते, इत्युक्ते णिच् इत्यस्मात् अपि ई एव अवशिष्यते। अत्र णिङ् प्रत्यये अपि ई एव अवशिष्यते। अत उपधायाः इति सूत्रेण कम् अदुपधधातुः अस्ति इति कारणतः उपधायां स्थितस्य अकारस्य वृद्धिः भूत्वा आकारः भवति, तेन काम् भवति, काम् योगः ई कामि, कामि इति नूतनधातुः। अहं किम् उक्तवती, णिङ् इति प्रत्ययस्य नाम, तत्र कवर्गीय अन्तिम अनुनासिकव्यञ्जनं ण्यकारः अस्ति प्रत्यये। णिङ् इति कथनेन ण्यकारः इति संज्ञकः हलन्त्यम् इत्यनेन अपगच्छति। अनुदात्तनित आत्मनेपदम् इति सूत्रेण णिङ् प्रत्यये परे अयं धातुः आत्मनेपदप्रत्ययान् गृह्णाति, अतः कामयते इति रूपं सिद्ध्यति। इत्युक्ते णिङ् प्रत्यये णित्वस्य प्राधान्यमस्ति, ण्यत्वस्य प्राधान्यमपि अस्ति। भवती वदतु, अहं किम् उक्तवती? णित् अस्ति चेत् वृद्धि भवति, ण्यत् अस्ति चेत् आत्मनेपदी भवति खलु। सुन्दरमहोदय, भवान् किम् अवगतवान् वदतु। प्रथमं गमु इति धातुः, तदनन्तरं तद् काम् इति भवति, अनुबन्धलोपे सति काम् इति भवति। तदनन्तरं तत्र प्रत्ययः योजितः, ओडिसा णिङ् प्रत्ययः योजितः, सो काम् योगे णिङ् भवति। णिङ् प्रत्ययः ङित् प्रत्ययः, ङित् प्रत्ययः अनुदात्त ङित आत्मनेपदम् इति सूत्रेण आत्मनेपदी भवति। एवं णिङ् प्रत्ययः चुटु इति सूत्रेण णकारः अपि इत्संज्ञा भूत्वा लोपः भवति, सः णित् प्रत्ययः अपि णित् प्रत्ययः भवति इति कारणेन तत्र काम् भवति। कम् इति धातुः काम् भवति, देन् काम् योगे ई इति भवति, कामि इति भवति। सो कामि ओ सोरि ओके कामि योगे शप् कामि योगे शप् योगे सोरि आत्मनेपदं कामि योगे शप् शप् अनुबद्धलोपे सति अकारः एव अवशिष्यते। शप् प्रत्ययः तत्र गुणः भवति, कामि इत्यस्य गुणः भूत्वा कामै भवति, कामे भवति। कामयते इति रूपं कथं साधनीयम् इति भवान् जानाति एव। इदानीं रमेश महोदय भिन्नरीत्या वदतु, कामयते इति प्रसङ्गे। कामयते कामु इति कमु इति धातुः उकारस्य इत्संज्ञा उपदेशजननासिक इति सूत्रेण कम् योगः तत्र लटीरूपं साधनीयं, लठीरूपं तत्र कमेर् णिङ् इति सूत्रेण यत्र कम् इति यद् धातुः अस्ति तस्य णिङ् प्रत्ययः भवति प्रायः स्वार्थे एव तत्पदं स्मर्तव्यं स्वार्थे एव इति स्मर्तव्यं णिच् प्रसङ्गे वयं किं पठितवन्तः चुरादिगणीयधातुभ्यः णिच् प्रत्ययः स्वार्थे अपि विधीयते साधारणतया णिच् प्रत्ययः प्रेरणार्थकप्रत्ययः प्रेरणार्थे णिच् प्रत्ययस्य प्रयोगः भवति एवमेव अत्र णिङ् प्रत्ययस्यापि विशिष्टार्थः अस्ति किन्तु भुवादिगणीय कम् धातोः प्रसङ्गे स्वार्थे णिङ् प्रत्ययः विहितः भवति कमेर् णिङ् इति सूत्रेण इदानीं भवान् वदतु कमेर् कम् योगः णिङ् इति स्थितौ तत्र नकारस्य चुटु इति सूत्रेण इत्संज्ञा भवति नकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति तस्य लोपः इति सूत्रेण द्वयोः लोपः भवति तर्हि इ एव अवशिष्यते कम् योगः इ तत्र णित्व अस्ति तत् प्रत्ययः तर्हि अतो उपादायाः इति सूत्रेण उपादायाः यद् अकारः अस्ति तत्र वृद्धिः भवति कामी इति नूतनधातु सिद्ध्यति कामी योगः ते इति स्थितौ तत्र कामियोगः त इति एव स्थितिः भवति तत् पश्चादेव तत्र ठेर् टीर् आत्मनेपदे टेरे किमर्थम् आत्मनेपदसंज्ञकप्रत्ययः आयाति इति प्रश्ने सति तत्र ङित् अस्ति तद् यत्र आत्मनेपदी न यत्र धातोः णित् प्रत्ययः अस्ति स्वरितङित आत्मनेपदं न अनुदात्तङित आत्मनेपदम् इति सूत्रेण यत्र अनुदात्तः अस्ति वा ङित् यस्य इत्संज्ञा अस्ति तत्र आत्मनेपदी प्रत्ययाः एव स्वीक्रियन्ते तत्र तर्हि कामी इति यत् धातुः अस्ति तस्य आत्मनेपदी प्रत्ययाः भवन्ति तत्र कामीयोगः त इति स्थितिः भवति शप् विकरणप्रत्ययः भवति तद् भुवादिगणे अस्ति तर्हि शप् विकरणप्रत्ययः भवति कामीयोगः अयोगः त इति स्थितिः भवति कामी कामे भवति गुणः भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण कामे योगः अयोगः त इति स्थितौ स्थिति कामे एकारः अकारः तर्हि वृद्धिसन्धि वायवः सन्धि भवति अय इति आदेशः भवति कामय योगः त इति स्थितिः भवति टित् अस्ति तद् यद् अस्ति लट् इति रूपं टित् अस्ति तर्हि टित् आत्मनेपदेः टेरे इति टित आत्मनेपदानां टेरे आत्मनेपदानां टेरे इति आत्मनेपदे प्रत्ययस्य टीभागस्य ए आदेशः भवति अत्र अकारः एव टीभागः अस्ति तर्हि अकारस्थाने एकार आदेशः भवति ते इति कामयते इति रूपं सिद्ध्यति बहु सम्यक् अत्र काम्यानां कर्मणाम् इति दत्तमस्ति सुन्दरमहोदय वदतु तस्य अर्थः कः काम्यकर्म इति कथनेन कः अर्थः यः यः कर्म काम्य तस्य स्वस्य कामार्थम् अस्ति सः काम्यानां कर्मणाम् इति कथितुं शक्यते इत्युक्ते फलमुद्दिश्य फलमपेक्ष्य अथवा फलम् उद्दिश्य फलमुद्दिश्य यत् कर्म अस्ति सः काम्यकर्म काम्यकर्म काम्यकर्म इति समस्तपदमस्ति कर्म कीदृशम् अस्ति काम्यकर्म काम्यकर्म इति कथनेन फलमुद्दिश्य क्रियमाणानां कार्याणां त्यागः भवतु अत्र न्यासः इत्युक्ते कः अर्थः न्यासः इत्युक्ते अर्थः कः न्यासः इत्युक्ते त्यक्त्वा भगिनी वदतु. त्यक्त्वा. त्यागः न्यासः इत्युक्ते इतोपि स्पष्टतया वक्तव्यं चेत् परित्यागः. परित्यागः काम्यानां कर्मणां न्यासः एव सन्न्यासः. सन्न्यासः कः? सन्न्यासः इति वदामः तस्य अर्थः कः इत्युक्ते काम्यकर्मणां न्यासः. काम्यकर्मणां परित्यागः एव सन्न्यासः. रमेश् महोदय इदानीं भवान् वदतु, अर्थं वदतु. तर्हि कर्मं यत् कर्म क्रियते तत् फल उद्दिश्य यद् कर्म क्रियते तद् तस्य नाम यद् एकनिमिषं पुनरेकवारं पठामि. काम्यानां कर्मणां न्यासः एव सन्न्यासः. तर्हि तत्र सन्न्यासस्य लक्षणं दत्तमस्ति. काम्यकर्मण यद् फल उद्देश्य कर्म त्यागम् एव सन्न्यासः इति. काम्यकर्मणां त्यागः, काम्यकर्मणां न्यासः, काम्यकर्मणां परित्यागः इत्युक्ते फलमुद्दिश्य क्रियमाणानां कर्मणां परित्यागः इति एव सन्न्यासः इति. के वदन्ति? कवयः वदन्ति, पण्डिताः वदन्ति. पण्डिताः किं वदन्ति? काम्यकर्मणां न्यासं करोतु, फलापेक्षां विना कर्म करोतु इति तेन उच्यते. सुन्दरमहोदय भवान् वदतु. पण्डिताः कवयः वदन्ति यत् ओके, फलमुद्दिश्य क्रियमाणानां कर्मणां त्यागमेव सन्न्यासः. त्यागः एव सन्न्यासः इति उच्यन्ते. तदेव उत्तमम्. अयं श्लोकः अष्टादशाध्यायस्य द्वितीयः श्लोकः अस्ति. काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः, सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः इति श्लोकः अस्ति. कवयः किं वदन्ति? काम्यानां कर्मणां न्यासं करोतु, स एव सन्न्यासः. वयं किञ्चित् अवगतवन्तः. अग्रे अपि अभ्यासद्वयमस्ति. केचन श्लोकाः सन्ति अग्रिमे पुटे, तेषां प्रसङ्गे एकवारं पश्यन्तु. श्लोकानां प्रसङ्गे अग्रिमे सप्ताहे किञ्चित् चर्चां करिष्यामः. इदानीं विरमाम. सर्वेषां धन्यवादाः. धन्यवादः भगिनी. धन्यवादः महोदय. धन्यवादः.